गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्गः न्यायवर्गे सर्वेषां सुस्वागतम् आसक्तिः इति निकषा शाब्दबोधार्थं चतस्र निकषाः सन्ति इति अस्माभिः अधीतं परज्ञानम् इति एकम् आकाङ्क्षा योग्यता अनन्तरम् आसक्तिः इति तत्र आसक्तिः इति पाठः आरब्धः तत्र आसक्तिः द्विविधं भवति पदनिष्ठं पदज्ञाननिष्ठं च इति अधीतं तदनन्तरं पदनिष्ठम् अपि पुनः द्वितीयं द्विविधं भवति अत्यन्तम् अव्यवधानम् आद्यम् इति एकं समविव्याहारः इति द्वितीयम् तत्र अत्यन्तम् अव्यवधानम् इत्यत्र घटयोगः अम् इति प्रकृतिप्रत्ययोः मध्ये आसक्तिः भवेत् सन्निधि आसक्तिः नाम सान्निध्यम् समीपे वर्तमानम् एव आसक्तिः तर्हि प्रकृतिप्रत्ययोः मध्ये आसक्तिः भवेत् एवं वर्णयोः मध्ये घट घ योगः घकाराकारयोः मध्ये अकारटकारयोः मध्ये टकारमकारयोः मध्ये अपि आसक्तिः भवेत् तदेव प्रथमविध पदनिष्ठ आसक्तिः इति अधीतम् द्वितीयं तु समभिव्याहारस्थले अपि चैत्रं पश्यति मैत्रः इत्यत्र वाक्ये पदयोः मध्ये तत्र अस्माभिः अधीतं मङ्गलायतनो हरिः इति यदि कोऽपि गायति तदा तत्र व्यवधानं स्थापयति मध्ये षड्जऋषभादि प्रदर्शनपुरस्सरं गायनं करोति सः तथापि तत्र आसक्तिः एव ये संस्कृतं जानन्ति अपि च चैत्रं पश्यति मैत्रः इति अन्ततो गत्वा यः शृणोति वाक्यं तस्मिन् मनसि यद्यपि मध्ये आसक्तिः नास्ति किमर्थम् आसक्तिः नास्ति मध्ये तत्र सञ्चारं करोति खलु षड्ज ऋषभेषु सप्तस्वरेषु सञ्चारं करोति व्यवधानं दत्त्वा तथापि चैत्रं पश्यति मैत्रः इत्येव कीर्तनमस्ति इति अथवा मङ्गलायतनो हरिः इति एव कीर्तनमस्ति इति यः जानाति तस्मिन् शाब्दबोधः जायत्येव इति अस्माभिः अधीतम् तदनन्तरं तत्र अन्तिमपरिच्छेदः 328 पुटे पदज्ञाननिष्ठं च सान्निध्यं विद्यमानं सत्कारणम् इति नात्र ज्ञानापेक्षा तत्र गते वर्गे स्मारितं विद्यमानं सत्कारणत्वं न्यायमानं सत्कारणत्वम् इति कारणत्वं द्विधा विभक्तं भवति बीजे वृक्षं प्रति यत् कारणत्वं वर्तते तत्कारणत्वं तु विद्यमानं सत्कारणत्वम् अस्माकम् अथवा यस्य कस्यापि ज्ञानाधीना नास्ति स ज्ञानाधीनं नास्ति तत्कारणत्वम् बीजात् अस्मात् बीजात् एषो वृक्षः जायते इति ज्ञानमस्ति चेद् एव कस्मिंश्चित् आत्मनि ज्ञानमस्ति चेद् एव अस्मात् वृक्षात् बीजः वृक्षः जायते इति न वनेषु बहवः वृक्षाः दृश्यन्ते इति कृत्वा तदेव हेतुः तर्हि वयं जानीमः तत्र विद्यमानसत्कारणत्वम् अस्ति बीजे किन्तु हस्तिपकं दृष्ट्वा हस्तिरपि तत्र अस्ति इति यः अनुमानं करोति तर्हि हस्तिपके कारणत्वमस्ति कं प्रति हस्तिं हस्तिनः अनुमानं प्रति हस्तिः अपि तत्र अस्ति इति ज्ञातुं हस्तिपके कारणत्वम् अस्ति सत्कारणत्वं ज्ञायमानं सत्कारणत्वम् ह्यः यदि हस्तिपकः अपि च हस्तिः उभयमपि मिलित्वा दृष्ट्वा ओ अयमेव हस्तिपकः एतं हस्तिं सः पालयति इति मिलित्वा तौ दृष्ट्वा तादृशज्ञानं यस्मिन् अस्ति तेनैव हस्तिपकं दृष्ट्वा तत्र हस्तिरपि अस्ति इति ऊहां कर्तुं शक्यते, नो चेत् न इति कृत्वा हस्तिपके विद्यमानकारणत्वं ज्ञायमानं सत् कारणत्वम्। अस्तु तर्हि आरम्भतः तत्र पठेम। बहुल् महोदय आरम्भं करोति वा? ज्ञाननिष्ठं च सान्निध्यं 328 अस्ति वा परिचयः? अस्तु। ज्ञाननिष्ठं च सान्निध्यं विद्यमानं सत् कारणम् इति नात्र ज्ञानापेक्षा, एतस्यापि कारणत्वम् आवश्यकम्। उपस्थितीनां सान्निध्याभावे बोध अदर्शनात् एतादृशव्याख्यानेन एतादृशव्याख्यानेन च असाङ्कर्यं भवति सर्वविधसान्निध्यस्य आसक्त्या एव निरूपणात्। न्यायबोधिनीरीत्या तु आकाङ्क्षाशरीरे अपि अव्यवहितत्वप्रवेशात् विषयसाङ्कर्यम्। एतादृशविषयसाङ्कर्यवारणाय एव वस्तुतस्तु क्रियाकारकपदानां संविधानम् आसत्या चरितार्थम्। परन्तु घटकर्मताबोधं प्रति घटोपदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानं कारणमिति मुक्तावलीपङ्क्तिरपि अस्मदुक्तरीत्या योजनीया। अन्यथा आकाङ्क्षायां सन्निधौ च उभयत्रापि सन्निधेः एव निरूपणात् विषयवैलक्षण्यानुपपत्तेरिति दिक्। अस्तु अत्र अस्तु अत्र ज्ञानापेक्षा नास्ति, परन्तु अत्र कीदृशज्ञानापेक्षा नास्ति इति प्रथमवाक्यस्य ज्ञाननिष्ठं च सान्निध्यं विद्यमानं सत्कारणम् इति न अत्र ज्ञानापेक्षा। तर्हि अत्र इत्युक्ते अत्र समभिव्याहारस्थले न समभिव्याहारस्थले नास्ति, पदनिष्ठज्ञानं खलु, पदज्ञाननिष्ठ। तर्हि चित्रं मनसि संस्थापयन्तु, आसक्तिः तत्र आसक्तिः द्विविधा, पदनिष्ठं पदज्ञाननिष्ठं, पदनिष्ठमपि द्विविधा, अत्यन्तम् अभ्यवधानं समभिव्याहारः इति। पदनिष्ठ आसक्तिः इदानीं सम्पूर्णतया चिन्तिता, इदानीं पदज्ञाननिष्ठम् आसक्तिः, तस्मिन् विषये चिन्तनं। ज्ञाननिष्ठं च सान्निध्यं विद्यमानं सत् कारणम् इति न अत्र ज्ञानापेक्षा। अस्तु अत्र कारणत्वम् इति विद्यमानं सत् कारणत्वं कुत्र अस्ति? कारणत्वम् अस्ति ज्ञाने, ज्ञाननिष्ठ इति अस्ति खलु सान्निध्यं पदज्ञाननिष्ठं। तर्हि पदज्ञाननिष्ठं किम्? ज्ञानम् इति अहं मन्ये न न पदज्ञानं निष्ठम् इति आसक्तेः एकविधमस्ति खलु, एकविधप्रकारः। हा तर्हि पदज्ञाननिष्ठ आसक्तौ कारणत्वमस्ति, आसक्तौ कारणत्वम्, आसक्तौ अथवा आसक्त्यां, पदज्ञाननिष्ठ आसक्त्यां कारणत्वमस्ति। किं प्रति कार्यं किम्? कार्यमस्ति पदनिष्ठज्ञानम् इति, न न शाब्दबोधः इति कार्यम्, आसक्तिः इति सामग्री अस्ति शाब्दबोधं प्रति, हा खलु सत्यं। चतस्रः सामग्र्यः सन्ति, तेषु अन्यतमः अस्ति आसक्तिः, आसक्तिः इति कारणम्, कार्यं तु शाब्दबोधः, कार्यमस्ति शाब्दबोधः। आसक्तिः बहुविधा, तेषु पदनिष्ठ पदज्ञाननिष्ठ आसक्तिः पदज्ञाननिष्ठ आसक्त्यां कारणत्वमस्ति, विद्यमानशाब्दबोधः। तर्हि तस्मिन् इत्युक्ते आसक्त्यां विद्यमानं सत् कारणमिति नास्ति इति एव अस्ति, इति एव अस्ति, इति नास्ति इति नास्ति, इति एव अस्ति। ज्ञाननिष्ठं च सान्निध्यं विद्यमानं सत् कारणम् इति कृत्वा, इत्युक्ते तस्मिन् तस्याम् आसत्यां विद्यमानकारणत्वं विद्यमानं सत्कारणत्वं न तु ज्ञानं ज्ञान ज्ञायमानं सत्कारणत्वम् इति कृत्वा न अत्र ज्ञानापेक्षा। तर्हि अत्र ज्ञानमय ज्ञानमय ज्ञायमान सत्कारणत्वम् इत्यस्य अपेक्षा नास्ति। इत्युक्ते ज्ञायमानं सत्कारणत्वम् इत्यत्र कस्य अपेक्षा अस्ति? कारणत्वं द्विविधं, विद्यमानं सत्कारणत्वं ज्ञायमानं सत्कारणत्वं, तत्र ज्ञानमायं सत्कारणत्वं किम् अपेक्षते? मम अधीना अस्ति तर्हि तत्र एकेन, महोदय यदि मम प्रश्नम् अवगच्छति तर्हि एकेन पदेन उत्तरं वक्तुं शक्यते भवता। ज्ञायमानं सत् कारणत्वं किमपेक्षते? ज्ञानम् अपेक्षते इति मन्ये। तावदेव खलु, सत्यं तावदेव। इदानीं हस्तिपके हस्तिं प्रति ज्ञायमानं सत् कारणत्वम् अस्ति, तत् ज्ञानमायं सत् कारणत्वं किमपेक्षते इति चेत् मयि ज्ञानम् अपेक्षते। किं ज्ञानम्? हस्ति अपि च हस्तिपकः, अनयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानं मयि अपेक्षते, तावदेव। विद्यमानं सत्कारणत्वं किम् अपेक्षते इति चेत् केवलं विद्यमानत्वम् अपेक्षते, इत्युक्ते तत्र बीजम् अस्ति चेत् विद्यमानम् इत्युक्ते अस्तित्वम्, अस्तित्वं हा, विद्यमानम् इत्युक्ते विद्यमानत्वम् इत्युक्ते अस्तित्वं। बीजः अस्ति चेत् तस्मिन् कारणत्वं वर्तते एव इति कृत्वा द्विविधं। तर्हि इदानीं ग्रन्थकारः वदति पदज्ञाननिष्ठम् आसत्याम् आसक्तिः अथवा सान्निध्यं विद्यमानं सत्कारणम् इति न अत्र ज्ञानापेक्षा, अत्र ज्ञानं किमपि न आवश्यकम् इति। ज्ञायमानं सत्कारणं नास्ति अतः एव। हा अस्तु अग्रे। एतस्यापि कारणत्वम् आवश्यकं, हा तर्हि कीदृशं कारणत्वम् इति आवश्यकम्? एतस्यापि इत्युक्ते कस्य? पदनिष्ठ पदज्ञाननिष्ठ आसक्त्याः अपि उत्तमं कारणत्वम् आवश्यकम्। अत्रापि कारणत्वं वक्तव्यम् एव, वक्तव्यम्। अस्तु अग्रे। उपस्थितीनां सान्निध्य अभावे बोध अदर्शनात्, सान्निध्य अभावे, हा यदि सान्निध्यं नास्ति चेत् बोधः न जायते, अतः एव अत्र आसक्त्यां कारणत्वम् आवश्यकम्। उपस्थितीनाम् इत्युक्ते? उपस्थितीनाम् इत्युक्ते अत्र पदानाम् उपस्थितिः खलु? सत्यं, पदानाम् इत्युक्ते पदार्थानाम् उपस्थितिः। यदा अहं घटः इति वदामि तत्र प्रक्रिया अस्माभिः अधीता खलु, प्रथमश्रवणे अहं घटः इति श्रोत्रेन्द्रियेण अहं शृणोमि, तेन श्रवणेन संस्कारः उद्बोधः जायते। कः संस्कारः? घट इति पदं, घट इति पदार्थः, अनयोः मध्ये यः सम्बन्धः अस्ति सा शक्तिः, शक्तिज्ञानस्य संस्कारः उद्बोधः जायते, तेन पदार्थस्य उपस्थितिः भवति मनसि। तदेव अत्र उपस्थितीनाम् इत्युक्ते पदार्थानाम् इति अर्थः, पदानाम् इति नास्ति, पदार्थानां सान्निध्य अभावे बोध अदर्शनात्। अस्तु अत्र चैत्रं पश्यति मैत्रः इत्यत्र चैत्रम् इति पदं श्रुत्वा चैत्रः इति यः द्रव्यमस्ति तस्य उपस्थितिः मनसि भवेत्, मैत्रः इत्यस्यापि उपस्थितिः भवेत्, तत्र उपस्थितिः यदा भवति तत्रापि सान्निध्यम् आवश्यकमेव। अत्र चैत्रं पश्यति मैत्रः इति कोऽपि वदन् अस्ति, तत्र चैत्रं पश्यति इति तावत् मया अवधानं दत्तं, तदनन्तरं मैत्रः इत्यत्र मम मनः अन्यत्र गतः चेदपि गच्छति चेत् किं भवति? मैत्रः इति मम श्रोत्रेन्द्रियेण श्रुतं, तथापि अत्र मैत्रस्य उपस्थितिः न भवति आत्मनि। दट् इस् वै पीपल् आस्क् आर् यू डे ड्रीमिङ्ग्, ऐ एम् टाकिङ्ग् टु यू बट् यु डोण्ट् सीम् टु बि लिसनिङ्ग्। किञ्चिदेव श्रुतवान्, यु डोण्ट् सीम् टु बि लिसनिङ्ग् मीन्स् वाट्? यु केनाट् बट् लिसन्, You cannot close your eyes. You cannot shut the sound out. But what is happening? You hear the sound, but the padartha, the padarthasya upasthitihi atmanina jayate. I am hearing the sound maitra, but since my mind is not behind it, that maitra, the word maitra, what it stands for, maitra padarthaha, tasya upasthitihi manasi na jayate. Tarhi upasthiti naam, sannidhya abhave bodha adarshanat. So ghatam anaya, ityatra ghatam iti, ghatam anaya iti ubhayamati maya shrutam. Kintu ghatam ityatra यदि मम मनः आसीत् किन्तु आनये इत्यत्र न आसीत् तर्हि घटस्य उपस्थितिः एव भवति आनये इत्यस्य उपस्थितिः न भवति इति कृत्वा क्रियायाः उपस्थितिः इति कृत्वा अहं तूष्णीं तिष्ठामि देन् सम्बडी इस् आस्किङ्ग् डिड् यू इवन् हियर् वाट् ऐ एम् सेयिङ्ग् वाट् आर् यू स्टाण्डिङ्ग् ऐ टोल्ड् यू टु गो अण्ड् ब्रिङ्ग् अ पाट् आर् यू डे ड्रीमिङ्ग् दे आस्क् तदेव अत्र उक्तम् उपस्थितीनां सान्निध्याभावे बोधादर्शनात् अस्तु अग्रे एतादृशव्याख्यानेन च असाङ्कर्यं भवति अस्तु तर्हि अत्र सरलतया न असाङ्कर्यम् इत्यस्य अर्थः कः क्लिष्टकरः भवति इति मन्ये न साङ्कर्यम् इत्यस्य अर्थः कः सरलमिति अहं मन्ये साङ्कर्यम् इति सरल न सरलमिति नास्ति साङ्कर्यम् इत्युक्ते मिक्स्ड् अप् साङ्कर्यं यु मिक्स् अप् कन्फ्यूजन् असाङ्कर्यं भवति इत्युक्ते यु डोण्ट् मिक्स् अप् मिक्स् अप् मीन्स् यु हाव् टु हाव् टु थिङ्ग्स् टु मिक्स् अप् रैट् अस्तु तर्हि अत्र तयोः साङ्कर्यं स्यात् यत् साङ्कर्यं न भवति तयोः साङ्कर्यं स्यात् प्रथमतया अहं मन्ये अत्र पदार्थानाम् उपस्थितिः द्वितीयं तु तेषां मध्ये सान्निध्यं न न इति नास्ति अस्तु अग्रे पठतु तदा इतोपि अवगच्छति सान्निध्यस्य आसक्त्य एव निरूपणात् सर्वविधसान्निध्यस्य अस्तु अस्तु भिन्नभिन्नप्रकाराः सान्निध्यस्य भवन्ति अग्रे अपि पठतु अस्तु न्यायबोधिनीरीत्या तु आकाङ्क्षाशरीरेपि अव्यवहितत्वप्रवेशात् विषयसाङ्कर्यम् अस्तु आकाङ्क्षा इत्यस्मिन् लक्षणे अपि वयं दृष्टवन्तः तत्रापि अव्यवहितत्वं भवेत् तदा एव तत्र साङ्कर्यं न भवति अव्यवहितत्वम् अस्ति अत्र अवगच्छतु किं किं जायमानमस्ति इति प्रथमं न्यायबोधिनीरीत्या न्यायबोधिनी इति ग्रन्थः अस्ति खलु तस्मिन् ग्रन्थे आकाङ्क्षा तत्रापि आकाङ्क्षा निरूपिता तत्र आकाङ्क्षा इत्यत्र अव्यवहितत्वम् अव्यवहितत्वनिवेशः इति 315th पेज् मध्ये अस्माभिः अधीतम् अव्यवहितत्वम् अव्यवहितत्व उत्तरपद अव्यवहित अव्यवहितोत्तरसम्बन्धेन अम्पदं घटपदे वर्तते इति अधीतं खलु अव्यवहितपूर्वत्वसम्बन्धेन न अत्र विपरीतरीत्या वर्तते अव्यवहित अव्यवहित अव्यवहित उत्तरत्वसम्बन्धेन घटपदम् अम्पदे वर्तते अव्यवहितपूर्वत्वसम्बन्धेन अम्पदं घटे वर्तते इति अधीतं खलु इति तत्र अव्यवहितत्वम् इति दलमपि आकाङ्क्षा इत्यस्मिन् लक्षणे प्रवेशितम् खलु तर्हि इदानीम् अव्यवहितत्वं नाम किम् केवलम् अव्यवहितत्वम् इति पदं दृष्ट्वा भवान् किम् अवगच्छति व्यवधानं नास्ति व्यवधानं नास्ति चेत् तत्र सान्निध्यमेव खलु समीपे वर्तते तर्हि अव्यवहितत्वम् इत्यनेन किमुच्यते सान्निध्यमेव उच्यते सान्निध्यं नाम किम् आसक्तिः तर्हि न्यायबोधिनीकारः ज्ञानं न्यायबोधिनीकारेण किं कृतम्? आकाङ्क्षा इति कारणे, शाब्दबोधस्य कारणे आसक्तिः निवेशिता, तस्यापि उपयोगः कृतवान् इति कृत्वा तत्र विषयसाङ्कर्यं भवति. विषयसाङ्कर्यम् इत्युक्ते आसक्तिः अपि च आकाङ्क्षा, उभयोः मध्ये विषयसाङ्कर्यं भवति. बिकास् आकाङ्क्षा इस् आल्सो टाकिङ्ग् अबौट् नो ग्याप्, आसक्ति इस् आल्सो टाकिङ्ग् अबौट् नो ग्याप् आर् समीपस्थम्. सो अस्य ग्रन्थकारः, विद्याधरीग्रन्थकारः किं वदति, न्यायबोधिनीरीत्या तु आकाङ्क्षशरीरे अपि अव्यभिहितत्वप्रवेशात् विषयसाङ्कर्यं भवति, तत्रापि सान्निध्यम् इति अपेक्षा अस्ति, अत्रापि सान्निध्यम् इति अपेक्षा अस्ति इति चेत्, यथा मया पूर्वस्मिन् वर्गे उक्तं, तत्र यु केनाट् रियलि सेपरेट् द टु, देर् इस् अ बिट् आफ् ओवर्लाप् बिट्वीन् द टु, दट् ओवर्लाप् इस् काल्ड् विषयसाङ्कर्यम्. अस्तु अग्रे. एतादृशविषयसाङ्कर्यवारणा एव वस्तुतस्तु क्रियाकारकपदानां सन्निधानम् आसत्या चरितार्थं, क्रियाकारकपदानां सन्निधानम् आसत्या, सन्निधानम् इति पुनः सान्निध्यम् इत्यस्य भावः वा? सन्निधानम् आसत्या चरितार्थं क्रियाकारक, क्रियाकारकपदानाम् अत्र क्रियापदं तदनन्तरं कारकमस्ति खलु, घटमानय इत्यत्र आनय इति क्रियापदं, घटम् इति कारकं, कर्मकारकं. तत्र आकाङ्क्षा अपि वर्तते, योग्यता अपि वर्तते इति अधीतं, किन्तु तत्र अव्यवहित उत्तरत्वेन इति विषयः आकाङ्क्षे आकाङ्क्षायाः लक्षणेन प्रवेशनीयं, किन्तु आसक्तिः इत्यनेन एव चरितार्थम्, इत्युक्ते आसक्तिः अस्ति वा न वा इति एव द्रष्टव्यं, न तु आकाङ्क्षायाम् आकाङ्क्षायाः लक्षणे अव्यवहितत्वम् इति प्रवेश्य न पश्यामश्चेत् तत्र विषयसाङ्कर्यं भवति. सो यत्र कुत्रापि सान्निध्यम् अवश्यम् अवश्यं चेत् अत्र घट अपि च अम् इत्यनयोः मध्ये उत्तरत्वसम्बन्धेन पूर्वत्वसम्बन्धेन इति सान्निध्यम् आवश्यकं चेत् तत्रापि आसक्त्या एव कार्यं साधयतु, आकाङ्क्षा इत्यस्मिन् लक्षणे मा प्रवेशतु इति वदति. यथा न्यायबोधिनीकार्येण कृतं तथा अस्माभिः न कार्यम् इति वदति एषः ग्रन्थकारः. हा, अतः एव अत्र लिखितम् एतादृशविषयसाङ्कर्यवारणाय टु अवाय्ड्. हा, तर्हि वस्तुतस्तु क्रियाकारकपदानां सान्निध्यम् आसक्त्या चरितार्थम्. हा, तर्हि घट इति अहम् उक्त्वा अम् इति अनन्तरं यदि अहं वदामि तदा किं नास्ति, आकाङ्क्षा नास्ति इति न वक्तव्यम्, आसक्तिः नास्ति इति वक्तव्यम्. सत्यम्, असन्निधिः आसक्तिः नास्ति. हा, किमर्थम् अत्र घट इति इदानीम् उक्त्वा एकघण्टा अनन्तरम् अम् इति यदि अहं वदामि तत्र शाब्दबोधः न जातः. शाब्दबोधः किमर्थं न जातः इति चेत् आकाङ्क्षा नास्ति इति न वक्तव्यं, सन्निधिः नास्ति इति वक्तव्यम् अथवा आसक्तिः नास्ति इति वक्तव्यम्. अस्तु अग्रे. परन्तु घटकर्मताबोधं प्रति घटोपदोत्तरद्वितीयारूपाकाङ्क्षा ज्ञानं कारणम् इति मुक्तावलीपङ्क्तिरपि अस्मदुक्तरीत्या योजनीया. अस्तु, घटम् इत्यत्र घटे घटकर्मताबोधं प्रति अत्र घटपदस्य अनन्तरम् अम् इति द्वितीयारूपाकाङ्क्षा ज्ञानम् इति एव कारणं घटकर्मतायाः बोधं प्रति. तदपि मुक्तावलीपङ्क्ति इति किमस्ति न जाने, मुक्तावली इति अन्य मुक्तावली इति अन्यः ग्रन्थः, यथा न्यायबोधिनी इति ग्रन्थः अस्ति तत्र मुक्तावली इति अन्यः ग्रन्थः अस्ति. अस्तु, तत्रापि यथा वयं उक्तवन्तः पूर्वे तथैव तत्रापि लिखितमस्ति इति वा न न मुक्तावलीग्रन्थकारेण किमुच्यते घट इत्यस्य अनन्तरम् अम् इति पदं भवेत् इति मुक्तावलीकारः वदति यदा घटं घट इति पदस्य अनन्तरम् अम् इति पदं भवति तदा एव आकाङ्क्षा पूरिता भवति इति मुक्तावलीकारेणापि उक्तम् इदानीम् अस्य ग्रन्थकारः वदति तत्रापि घट इति पदस्य अनन्तरं घटपदसान्निध्ये सन्निध्यौ सन्निधौ अम् इति पदं भवेत् चेत् तत्रापि आसक्तिः एव प्रयुज्य अत्र शाब्दबोधः वक्तव्यः घट इति उक्त्वा तदनन्तरम् अम् इति कोऽपि वदति चेत् तत्र आकाङ्क्षा नास्ति इति न वक्तव्यम् इति न वक्तव्यं सन्निधिः आसक्तिः तर्हि यत्र यत्र व्यवधानस्य विषये चिन्तनं सन्निधेः विषये चिन्तनं तत्र सर्वत्र तादृशचिन्तनं योग्यतायां भवतु अथवा आसक्तौ आकाङ्क्षायां भवतु यत्र यत्र सन्निधिविषये चिन्तनं तत्र सर्वत्र आसक्तिः इति निकषां प्रयुज्य व्यवहरामः अन्यथा नो चेत् किं भवति अन्यथा नो चेत् आकाङ्क्षायां सन्निधौ च उभयत्रापि सन्निधेः एव निरूपणात् अत्र अत्र आकाङ्क्षा इत्यस्मिन् निरूपणे अपि वयं सन्निधेः एव उपयोगः कृतवन्तः पुनः सन्निधेः एव निरूपणात् तर्हि तत्र विषयवैलक्षण्य अनुपपत्ते अनुपपत्तेर् इति दिक् अत्र विषयसाङ्कर्यं भवति इति एव खलु आहत्य अत्र साङ्कर्यं भवति इति न अस्मिन् अस्मिन् वाक्ये किमुक्तम् आकाङ्क्षायां सन्निधौ च उभयत्रापि सन्निधेः एव निरूपणा तर्हि आकाङ्क्षा नाम किम् इति चेत् घट इति पदस्य अनन्तरम् अम् इति पदं भवेत् तदा आकाङ्क्षा पूरिता भवति नो चेत् न पूरिता भवति इति तत्रापि सन्निधिविषये एव आकाङ्क्षायाः निरूपणं पुनः आसक्तौ अपि सन्निधिविषये एव निरूपणम् इति चेत् तत्र आकाङ्क्षा इति निकषा एव अपगच्छति भिन्न किमपि अस्ति इति न आगच्छति द्वयमपि समान एव भवति अतः हा तर्हि विषयवैलक्षण्य अनुपपत्तेः इत्युक्ते आकाङ्क्षा नाम का आसक्तिः नाम का इति आकाङ्क्ष आसक्त्योः मध्ये वैलक्षण्यं भेदः न साधयितुं शक्यते न साधयितुं शक्यते तत्रापि हा सत्यं तदेव आपत्तिः अनुपपत्तिः अनुपपत्तिः इत्युक्ते यु केनाट् एक्स्प्लेन् विषयवैलक्षण्य अनुपपत्तिः यु विल् नाट् बि एबल् टु यु विल् नाट् बि एबल् टु एस्टाब्लिश् द डिफरेन्स् उपपत्तिः मीन्स् एस्टाब्लिशिङ्ग् प्रूविङ्ग् अनुपपत्तिः मीन्स् इनेबिलिटि टु प्रूव् अनुपपत्तिः भवति तयोः मध्ये तत्र आकाङ्क्षा भिन्ना अत्र चतस्रः निकषाः इति उक्तं खलु तर्हि प्रत्येकं निकषायाः प्रत्येकस्य प्रत्येकस्याः निकषायाः लक्षणं किम् इति वक्तव्यम् आकाङ्क्षा इत्यस्मिन् लक्षणे सन्निधिः न भवेत् आसक्तिः इत्यस्मिन् लक्षणे आकाङ्क्षायाः अतिव्याप्ति आकाङ्क्षायाम् अतिव्याप्तिः न भवेत् तर्हि एषः ग्रन्थकारः विद्याधिग्रन्थकारः किं वदति न्यायबोधिनी ग्रन्थमपि न्यायबोधिनीग्रन्थकारस्य उक्तिः अपि त्यजतु मुक्तावलीग्रन्थकारस्य उक्तिः अपि त्यजतु यत्र यत्र सन्निधेः विषये चिन्तनं तत्र सर्वत्र आसक्तिः इति स्वीकृत्य वयं व्यवहारं कुर्मः तर्हि आकाङ्क्षा इत्यत्र अव्यवहितत्वम् इत्यादिकं मा योजयतु इति सः वदति अतः एव अस्माभिः अपि पूर्वं चिन्तितं भवन्तः लिखितवन्तः न वा इति न जाने अत्र अव्यवहित उत्तरत्वम् इति दलं योजयामश्चेत् सम्पूर्णरीत्या लक्षणं परिवर्तते अत्र मया लिखितमासीत् अव्यवहित उत्तरत्वसम्बन्धेन प्रकृतिपदविशिष्टप्रत्ययपदत्वं प्रत्ययपदनिष्ठा आकाङ्क्षा इति आकाङ्क्षायाः लक्षणं परिवर्तितम्। पूर्वं किं लक्षणम् आसीत् वदामि, पदस्य पदान्तरेण इति आसीत् खलु, पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोधत्वं इति सत्यम् इति लक्षणम् आसीत्। पदस्य पदान्तर पुनः वदतु, पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वं हा इति लक्षणे आसक्तेः विषये किमपि नास्ति, किन्तु इदानीम् अव्यवहितत्वमपि योजनीयम् इति न्यायबोधिनीग्रन्थकारेण यदुक्तं, तादृशं लक्षणं कुर्मश्चेत् अव्यवहित उत्तरत्वसम्बन्धेन प्रकृतिपदविशिष्टप्रत्ययपदत्वं प्रत्ययपदनिष्ठा आकाङ्क्षा इति सम्पूर्णरीत्या इदानीम् आकाङ्क्षायाः लक्षणं परिवर्तितं। किन्तु अत्र क्लेशः कः इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन इति उक्तत्वात् तर्हि तत्र आसक्तेः अतिव्याप्तिः जायते, आसक्तेः उल्लेखः हा आसक्तेः एव उल्लेखः अस्ति इति कृत्वा ग्रन्थकारः अयं ग्रन्थकारः इदानीं निगमनं करोति न्यायबोधिनी ग्रन्थकारं ग्रन्थकारेण यदुक्तं मुक्तावलीग्रन्थकारेण यदुक्तं तत्सर्वं विचिन्त्य सः वदति पदस्य पदान्तर इति लक्षणमेव आकाङ्क्षायाः लक्षणम् इति स्वीकुर्मः, तत्र अव्यवहितत्वं न योजयामः, अव्यवहितत्वमपि अपेक्षितमस्ति। किन्तु यदा व्यवधानम् अस्ति येन शाब्दबोधः न जायते तत्र आकाङ्क्षा नास्ति इति कृत्वा शाब्दबोधः न जायते इति न वदतु, आसक्तिः नास्ति इति कृत्वा शाब्दबोधः न जातः इति वदति। तर्हि आकाङ्क्षा इति अपि सामग्री आवश्यकं खलु, तर्हि आमां तत्र पदस्य पदान्तर इति लक्षणं यदस्ति तल्लक्षणं तत्र तस्मिन् लक्षणे आसक्तेः उल्लेखः नास्ति, तदेव समीचीनम् इति निगमनं करोति इति निगमनं करोति। अव्यवहित उत्तरत्वसम्बन्धेन पूर्वपदविशिष्टप्रत्ययपदत्वं प्रत्ययपदनिष्ठा आकाङ्क्षा इति मा वदतु आकाङ्क्षायाः लक्षणं किमर्थमिति चेत् अत्र आसक्त्यामपि तस्य अतिव्याप्तिः भवति इति कृत्वा तादृशं वदतु इति वदति। अस्तु उत्तमं, तर्हि आसक्तिः अपि अधीतम्। अस्तु एतत् सर्वं किञ्चित् अकेडमिक् अस्ति, वस्तुतः अस्माभिः किम् अवगन्तव्यं, शाब्दबोधार्थं पदज्ञानम् आवश्यकम्। एकेन पदेन किं पदार्थः उच्यते तत्र पदपदार्थयोमध्ये सम्बन्धज्ञानम् आवश्यकं, नो चेत् यदि अहं गगबुगै इति वदामि गगबुगै इति पदेन किं पदार्थम् उच्यते इति न जानाति चेत् शाब्दबोधः न जायते। अपि च आकाङ्क्षा वर्तते तत्र, उदाहरणं मूलपङ्क्त्याम् इदानीं तर्कसङ्ग्रहकारेण किमुक्तम् इति पश्यन्तु, एकनिमिषम् घटम् इति एव खलु, हा हा हा अत्र पश्यतु पदस्य पदान्तरव्यतिरेकेण प्रयुक्तान्वय अननुभावकत्वम् आकाङ्क्षा, तत्र उदाहरणं किम् आसीत् गौश्च अश्वश्च गौः अश्वः पुरुषः हस्ती इति तावदेव वदामश्चेत् अनेन वाक्येन किमपि बोधः न जायते। गौः इत्यस्य अर्थः जानीमः, गौः अश्वः पुरुषः हस्ती इति चत्वारि पदानि, तत्र क्रियापदमपि नास्ति, क्रियापदम् अध्याहर्तुं शक्यते अस्ति इति अथवा सन्ति इति, किन्तु अनेन किमपि बोधः न जायते इति कृत्वा गौः अश्वः पुरुषः हस्ति इति चत्वारि पदानि श्रुत्वा शाब्दबोधः न जायते चेत् तस्य कारणं किम् इति चेत् आकाङ्क्षा नास्ति इति कृत्वा, अग्निना सिञ्चति इत्यत्र योग्यता नास्ति इति कृत्वा शाब्दबोधः न जायते अद्य अघटम् इति उक्त्वा परश्वः आनय इति वदामि चेत् शब्दबोधः न जायते. किमर्थम् इति चेत् आसक्तिः नास्ति इति अवगच्छामश्चेत् पर्याप्तं तत्र मध्ये मध्ये भिन्नभिन्ननैयायिकाः भिन्नभिन्नरीत्या उक्ताः सन्ति, तेषां समन्वयः करोति एषः ग्रन्थकारः. भवतु, अस्तु, धन्यवादः महोदय. अग्रे सत्यमोम भगिनी पठति वा वाक्यं द्विविधम्? इदानीं वाक्यस्य विषये, पदविषये सर्वम् अधीतम् इदानीम्. वाक्यं द्विविधं वैदिकं लौकिकं च. वैदिकम् ईश्वर उक्तत्वात् सर्वम् एव प्रमाणम्. लौकिकं तु आप्तोक्तं प्रमाणम्. लौकिकं तु आप्तोक्तं प्रमाणम्. अन्यत् प्रमाणं वाक्यार्थ अन्यदप्रमाणम् वाक्यार्थज्ञानं शब्दज्ञानं शाब्दज्ञानं तत्कारणं शब्दः. कारणं नास्ति, तत्करणं शब्दः. अस्तु, वदतु. इदानीं वाक्यस्य विषये चिन्तनं. वाक्यं द्विविधम्, एकं तु वैदिकम् अन्यत् लौकिकम् इति. वैदिकम् इति ईश्वरोक्तम् इति कृत्वा ईश्वरोक्तता सर्वमेव इत्युक्ते सर्वासु वाक्यासु प्रमाणम् अस्ति इति एव. ईश्वर इच्छा इति. वैदिकं नाम किं? वेदे यदस्ति तद्वा? हा, तदेव वैदिकं. तद् ईश्वरेण दत्तम् इति कृत्वा कृतं. वैदिकं वेदे यद्दत्तं तद् वैदिकमस्ति. वेदः केन कृतः? ईश्वरेण कृतः इति नैयायिकानां मतम्. वैदिकम् ईश्वर उक्तम् इति कृत्वा सर्वमेव वेदं प्रमाणम्. सम्पूर्णं वेदं प्रमाणम्. वेदे किमपि उक्तं चेत् तत्र प्रमाणं नास्ति इति न वक्तव्यं, किन्तु तत्र भिन्नरीत्या वक्तव्यम्. इदानीं वेदे अग्निः अनुष्णः इति वाक्यं दृश्यते चेत् तर्हि भवती किं चिन्तयति? वेदे एवम् उक्तमस्ति इति चिन्तयतु. अग्निः अनुष्णः, तद्दोषम् इति न चिन्तयतु. अस्य तत् प्रमाणं भवति इति वा? हा, किन्तु तत्र प्रत्यक्षविरोधः अस्ति खलु? आम् अस्ति. प्रत्यक्षेन किं ज्ञायते? अग्निः उष्णः, उष्णवान् इति खलु. किन्तु वेदे किं वदति? यदि स्यात् अग्निः अनुष्णः इति वेदे अस्ति चेत् भवती किं करोति इदानीम्? अस्य प्रमाणं किम् इति द्रष्टव्यम्. न, भवती किं दोषः अस्ति इति? तत्तु सत्यं नास्ति खलु. तर्हि वेदः अप्रमाणम् इति भवती वक्तुमिच्छति वा? अप्रमाणं नास्ति, परन्तु यदि तादृशम् उक्तं चेत् तत्तु अप्रमाणं भवति. तर्हि अतः एव अहं पृच्छामि. अप्रमाणम् इति किं करोति? वेदः वदति अग्निः अनुष्णः इति, प्रत्यक्षं वदति अग्निः उष्णः इति. समन्वयः कथं करोति? अप्रमाणम् इति वक्तव्यं. वेदे यदुक्तं किन्तु इदानीमेव पठित भवती पठितवती किल, वैदिकम् ईश्वर उक्तम् इति कृत्वा सर्वमेव प्रमाणम्. परन्तु मम प्रत्यक्षप्रमाणेन तत् निराकर्तव्यं कर्तुं शक्यते खलु? इदानीं मम प्रत्यक्ष एकस्मिन् पार्श्वे, तर्हि यदि निराकरोति तर्हि भवती किं करोति? वेदस्य निराकरणं यदुक्तं तद् अप्रमाणम् इति वदति. ईश्वरेण उक्तम् अप्रमाणं भवति चेत् ईश्वरः सर्वज्ञः न भवति खलु? ईश्वरः सर्वं जानाति इति कृत्वा ईश्वरेण यत्किमपि उक्तं चेत् तद् सत्यमेव भवेत्. किन्तु इदानीं भवती किं वदति, प्रत्यक्षेण यदुक्त प्रत्यक्षविरोधः अस्ति इति कृत्वा भवती किं करोति, ईश्वरेण यदुक्तं तद् असमीचीनम् इति वदति. तर्हि अन्ततो गत्वा भवती किं वक्तुमिच्छति, ईश्वरेणापि मम ज्ञानं समीचीनम्, अहम् ईश्वरस्य अपि अधिकं ज्ञानं प्राप्तवती इति वदति. मै नालेज् इस् बेटर् देन् ईश्वरस् नालेज् इति न वक्तव्यं. सर्वज्ञत्वहानिः भवति. सर्वज्ञत्वहानिः हानिः भवति चेत् ईश्वरत्वस्य एव हानिः भवति. तर्हि इदानीं किं करोति? यु हाव् टु डू सम्थिङ्ग्. ऐ हाव् टु चेक् मै प्रत्यक्षज्ञानं, देट् इस् करेक्ट् आर् नाट्. न सत्यमेव. इदानीं प्रत्यक्षं यदा भवती भवत्याः हस्तम् अग्नौ स्थापयति तर्हि तत्र उष्णम् अनुभवति खलु? अनुभवति. तत्र कथम् अस्य समीकरणं कर्तव्यम् इति. So the reason I am pushing this question is, tarhi Vedanta mate athava sarvasu mata sarveshu mateshu kim kurvanti iti chet etadrisha virodaha paraspara virodaha yatra yatra bhavati tatra samanvayaha kriyate atra tu idaniyam pratyaksham prabalam iti krutva agnihi anushnaha इति वेदे यदुक्तं तदेव सत्यं, प्रत्यक्षे किञ्चित् क्लेशः अस्ति इति न वक्तुं शक्यते. तर्हि किं करोति, वेदे यदुक्तम् अग्निः अनुष्णः, तत्र अनुष्णः इति पदस्य अर्थं भिन्नरीत्या वदति. सो यु डू कमेण्ट्री डिफरेण्ट्लि फार् द वर्ड् अनुष्ण. तर्हि उष् इति धातुः, तत्र न इति प्रत्ययः, प्रत्ययस्य अर्थः भिन्नरीत्या उक्त्वा समन्वयः कर्तव्यः. किमर्थम् इति चेत् सर्वं वेदं प्रमाणं, सर्वे वेदाः प्रमाणीभूताः इत्यत्र अस्माभिः किमपि न कर्तुं शक्यते. अत्र अत्र अन्यदपि उदाहरणं वदामि. इदानीं भवती तत्र मृगतृष्णिकां पश्यति, मृगतृष्णिकाम् इत्युक्ते मिराज् खलु, पश्यति चक्षुषा पश्यति, किन्तु तत्र जलमस्ति वा न वा? जलं नास्ति. हा, दृश्यते किन्तु भवत्याः अवगमनं किं जलं नास्ति इति? तर्हि अत्र कथं समन्वयं करोति? चक्षुषी दोषः अस्ति इति वदति वा? न वक्तुं शक्यते खलु. भवत्याः चक्षुः समीचीनतया एव दृश्यते. अत्र घटः अस्ति चेत् घटस्य घटत्वेनैव अहं पश्यामि. यु कान् से दर् इस् समथिङ्ग् राङ्ग् वित् मै ऐ. तर्हि अत्र समन्वयः कर्तव्यः. These are all the discussions that happens in Vedanta. Tatra vichara sagaram asmabhihi pathyate kalu, tatra etat sarvam agacchati. So why I said this is, you have to understand how they do reconciliation. Tatra Bhagavad Gita yamapi acharyena uktam veda sahasrena api agnihi anushnaha aprakashavan iti veda sahasrena api uktam chet तत् न स्वीकार्यम् प्रत्यक्षविरोधात्, प्रत्यक्षमेव अस्मिन् विषये प्रबलमस्ति इति कृत्वा. मूलप्रमाणं प्रत्यक्षमेव खलु? एकस्मिन् वस्तुनि औष्ण्यम् अस्ति वा न वा इति ज्ञातुं मूलप्रमाणं किम् इति चेत् स्पर्शप्रमाणमेव. स्पर्शनं कुर्मश्चेत् तत्र उष्णम् औष्ण्यं वर्तते वा न वा इति ज्ञातुं शक्यते. सो प्रत्यक्षमेव प्रबलम्. अतः आचार्यः वदति वेदसहस्रेणापि अग्निः अनुष्णः अप्रकाशवान् इति वदति चेदपि तत् प्रमाणत्वेन न स्वीकार्य. सो देर् आर् डिफरेण्ट् टेक्निक्स् बै विच् दे हेण्डल् द सेण्टेन्स्. ऐदर् एस् ऐ सेड् दे चेञ्ज् द मीनिङ्ग् आफ् द वर्ड् आर् दे से दे अनलैज् दि सर्कम्स्टेन्स् इन् विच् दि द सेण्टेन्स् इस् कम् अण्ड् देन् दे से दि लिटरल् यु शुड् नाट् टेक् दि लिटरल् मीनिङ्ग् हियर् अत्र वाच्यार्थः न स्वीकरणीयः लक्षणावृत्त्या लक्षणावृत्त्या अर्थः स्वीकरणीयः शक्तिवृत्त्या अर्थः न स्वीकरणीयः इति ते वदन्ति. ऐ केन् इवन् गिव् एन् एक्साम्पल् सपोसिङ्ग् सम्बडि सर्व्स् ए हाट् काफी फर् यु देर् इस् हीट् इन् दि काफी लैक् ऐ प्रिफर् मै काफी टु बि वेरि हाट् एक्स्ट्रीम्लि हाट् बिकास् ऐ लैक् टु सेवर् मै काफी फर् फैव् मिनिट्स्. So, when my wife gives me hot coffee, I tell her, hey, this coffee is not hot. She touches and you say, what are you saying? It is hot. What I meant to say when I said, it is not hot, what I meant to say, it is not hot enough. So, if somebody reads my sentence and hears me and he says, when I say, this coffee is not hot, then should the if the person understands that there is zero heat in it, that is his mistake because he has taken the statement out of context. So tadrisham ataha upasamhara hyastana varge asmabhi drishtam kalu upakrama upasamhara apurvata abhyasah phalam arthavadah upapattischa lingam tatparya nirnaye. So, if supposing I make a statement, the coffee is not hot, only that statement you take. And what is the intent behind my statement? Am I really saying that there is zero heat? No, no. Is that what I'm saying? Because you can interpret it like that also, right? Correct. When I just look at the statement, the coffee is not hot, somebody can understand it as there is zero heat. Somebody can totally miss it that the coffee is cold. He can even understand it like that. But if you look at the context and if you have the background knowledge as to how I have coffee, with all that knowledge, if you were to look at the statement, the coffee is not hot, you will understand that the intent behind that statement is the coffee is not hot enough for me. Even though I have not said it in so many words. Ideally, what should I have said if I had clarity in communication so that it is not misunderstood? This coffee is not hot enough for me. I prefer coffee to be piping hot. Iti maya vaktavyam asit. Kintu, atra, coffee is not hot, iti eva maya uktam. Tarhi maya doshena uktam iti na vaktavyam. Atra dosha ha kaha iti chet, you have not understood the circumstance. You do not know the background. Therefore, you are understanding that there is no heat. So, like that, you have to do reconciliation. This is called samanvaya. Samanvaya means reconciliation. Tarhi, vaidikam ishvara uktam vitikritva sarvameva vedam pramanam ityataha yadi vedaha vadati अग्निः अनुष्णः इति तर्हि अप्रमाणमिति न निराकर्तव्यम्. किन्तु प्रमाणमिति कृत्वा वेदेन उक्तं द वेद इट्सेल्फ् हस् सेड् दट् अग्नि इस् अनुष्ण सो ऐ विल् गो अण्ड् टच् दि फैर् बिकास् वेद हस् सेड् इट् इस् अब्सल्यूट् इट् इस् बीन् सेड् बै ईश्वर इफ् यु डिड् दट् यु विल् बर्न् युर् हेण्ड् तर्हि तत्र समन्वयः कर्तव्यः. अपि च अत्र केवलं रुच्यर्थम् अहं वदामि वेदान्तिनां मतानुसारम् एतेन अङ्गीकुर्वन्ति ईश्वरेण उक्तम् इति तेन अङ्गीकुर्वन्ति अपौरुषेयम् वेदान्तीनां मतानुसारं वेदम् अपौरुषेयम्, ईश्वरेणापि न उक्तम्। यस्य महतो भूतस्य निःश्वसितं वेद इति उपनिषदि वाक्यं। यस्य महतो भूतस्य, महता महतो भूतः इत्युक्ते ईश्वरः, यस्य महतो भूतस्य निःश्वसितं वेद, निःश्वसितं मीन्स् ब्रेत्। सो वेद इस् इक्वलेण्ट् टु दि ब्रेत् आफ् ईश्वर। नौ वि आर् आल् ब्रीदिङ्ग्, नौ केन् यु से विच् इस् दि आधार अण्ड् विच् इस् आधेय? You are, you do you say that you exist and therefore breath, you are the aadhara for the breath, for the breath, or breath exists therefore you exist? I exist therefore breath exists is one statement. Breath exists therefore I exist is another statement. Iti aadhara adeya bhavaha ubhayoho madhye yatha na vaktum shakyate tatha veda ishwareyoho madhye आधारादयभावः नैव न वक्तुं शक्यते इति वेदान्तिनां मतं। तर्हि वेदः अपि ईश्वरेण ईश्वरेणापि न कृतं। वेदः नित्यः, यथा ईश्वरः नित्यः तथा वेदमपि नित्यः, वेदः नित्यः एव इति वेदान्तिनां मतम्। सो वेद इस् गाट् आस् मच् इम्पार्टेन्स् एस् ईश्वर, यु पुट् इट् द सेम् प्लेस्। तत्र इतोपि विवरणप्रमेयसङ्ग्रहः इति ग्रन्थः अस्ति, तत्र इतोपि चिन्तनमस्ति। यदि वेदः केनापि न उक्तः तर्हि तत्र विवक्षा अभावः भवति। वक्तुः भवेत् खलु, वक्तुः वक्ता अस्ति चेत्, वक्तुः भवेत् इति नास्ति, वक्ता भवेत् खलु, वक्ता अस्ति चेदेव विवक्षा भवति। वक्तुः एव न, वक्ता वक्ता एव नास्ति चेत् तर्हि विवक्षा कथम्, अत्र विवक्षाहानिः भवति इति वदति। तत्र वेदान्तिनः किं वदन्ति, वेदः ईश्वरेण कृतं सङ्कल्पयित्वा कृतम् इति न वदेम, केवलम् अत्र इच्छामात्रेण वेदः जातः इति ते वदन्ति। भवतु, तत्र इदानीं विषयान्तरं भवति, बट् देर् इस् अ लाट् आफ् डिस्कशन् आन् दीस् थिङ्ग्स्। तर्हि एतत् मनसि भवेत्, वैदिकम् ईश्वरोक्तं ईक्ष ईश्वरोक्तत्वात् सर्वमेव प्रमाणम्। अस्तु अग्रे भगिनि, लौकिकं तु आप्तौक्तं प्रमाणम्, लौकिकस्य प्रमाणम् आप्तस्य वाक्यम् अस्ति इति। न, आप्तस्य वाक्यमस्ति इत्युक्ते आप्तः वदति चेत् तत् प्रमाणं भवति। कः आप्तः? यथार्थवक्तुः आप्तः। यथार्थवक्ता वक्तुः नास्ति, यथार्थवक्ता आप्तः। The one who says things as it is. Yatha artaha, tatha vadati chet, saha aptaha. Yadi aptena uktam, tad vakyam pramanam bhavati. Anyat sarvam, anyat? Sarvam apramanam. Anyat sarvam pramanam na bhavati. Satyam. Agre. Vakyartha jnanam, shabda jnanam. पूर्वं पदज्ञानम् उक्तमस्ति, पदयनवाक्यं जायते, अतः इदानीं वाक्यस्य अर्थे यद् ज्ञानमस्ति तद् शाब्दज्ञानम् इति, खडम् आनय इति वाक्यम् एव शाब्दज्ञानम्। शाब्दज्ञानं किम् इति चेत् वाक्यार्थज्ञानं। वाक्यार्थज्ञानं कथं जायते इति चेत् पदज्ञानेन, तत्र अपि च पदज्ञानं कथं जायते चेत् तत्र आकाङ्क्षा आसक्तिः योग्यता इति एतत् सर्वं भवति। तर्हि तत् कारणं शब्दः, तत् कारणं इत्यनेन किम् अवगन्तव्यं, प्रमाणम् इति प्रमाणं शब्दः। अस्तु अग्रे पठतु भगिनि। एतावता एतावता शब्दबोधहेतवः आकाङ्क्षादयः निरूपिताः, निरूपितेषु एतेषु तादृश आकाङ्क्षादियुक्तं वाक्यं प्रमाणरूपं भवति, शाब्दबोधं च जनयति, तत् वाक्यं विभजते वाक्यं द्विविधम् इति इत्यादिना वैदिकम् इति इत्यादिना वैदिकम् इति न्यायमते इत्यादिना इत्यादिना इदानीं तत्र वाक्यं द्विविधम् इति अस्ति खलु आम् तत् कुतः कुत्र अस्ति मूलग्रन्थे तर्कसङ्ग्रहे अस्ति मूलग्रन्थे अस्ति हा तदेव वदति अत्र तद्वाक्यं विभजते वाक्यं द्विविधम् इत्यादिना वाक्यं द्विविधं तत्र प्रथमं वैदिकम् इति आरभ्यते खलु तथा लिखन्ति व्याख्यानं वैदिकम् इति मूलग्रन्थे यदुक्तं तत्र वाक्ये यद् आरम्भपदमस्ति तदुक्त्वा तदनन्तरं व्याख्यानं लिखन्ति वैदिकम् इति तर्हि वैदिकं नाम किम् इत्यस्मिन् व्याख्यानम् अग्रे पठतु न्यायमते न्यायमते हि ईश्वरः प्रत्यक्षखण्डरीत्या प्रत्यक्ष ईश्वरः प्रत्यक्ष खण्ड उक्तरीत्या प्रत्यक्षखण्ड उक्तरीत्या अनुमानेन सिद्ध्यति ईश्वरः प्रत्यक्ष अनुमद प्रत्यक्ष खण्डे खण्डे उक्तरीत्या अनुमानेन सिद्ध्यति इत्यस्य अर्थः कः प्रत्यक्ष प्रत्यक्षज्ञान यदा वयं पठितवन्तः तत्र ईश्वरस्य ईश्वर इति कश्चन अस्ति तस्य कथं निरूपणं कृतम् इति चेत् अनुमानेन इति तत्र किम् अनुमानमासीत् इदानीं जगतः सृष्टिः आसीत् तस्य कारणं कोऽपि भवेत् अतः तस्य चेतनः कोऽपि भवेत् एव तस्य चेतनः इति मुख्यपदमस्ति एवमेव अत्र परमाणोः मध्ये संयोगः न जायते खलु न जायते तर्हि तस्य कारणं कोऽपि भवेत् येन अत्र परमाणोः मध्ये क्रिया उत्पादनीया क्रियया संयोगः जायते तेन जगतः सृष्टिः भवति इति कृत्वा कस्य कस्यचित् चेतनस्य आवश्यकता अस्ति घटत्वात् इति हेतुः यथा कुलालः घटे कारणं निमित्तकारणं तथा कोऽपि चेतनः भवेत् जगतः सृष्टेः कारणं सः एव ईश्वरः इति अनुमानम् अस्तु अग्रे चित्त्यादीनां जन्यानाम् अस्ति चेतना अपेक्षा इति ईश्वरः चेतनः द्वयणुकादिजनकत्वेन सिद्धः इदानीमेव उक्तं खलु अस्तु अग्रे स च ईश्वरः सर्वज्ञः इति अपि तत्रैव साधितम् तत् अतः सः सर्वज्ञः इति तदुक्तत्वात् तस्मिन् विषये किञ्चित् चिन्तयेम सर्वज्ञः तर्हि ईश्वरे ईश्वरः इति कीदृशद्रव्यं न द्रव्यमेव कीदृशद्रव्यं नवद्रव्य नित्यं भगिनि द्रव्यमस्ति खलु कीदृशद्रव्यम् इति ईश्वरः इति पार्थिवद्रव्यं वा न आत्मा इति उक्तं तदेव पृष्टं मया कीदृशद्रव्यम् आत्मा हा तर्हि ईश्वरे तत्र आत्मनि आत्मगुणानि विशेष आत्मगुणानि भवन्ति खलु आत्मगुणेषु के गुणाः प्रथमं तत्र के आत्मगुणाः विशेष आत्मगुणाः के इति वदति वा ज्ञानम् इच्छा कृतिः धर्म धर्म प्रयत्न प्रयत्नः नास्ति प्रयत्नः एव कृतिः धर्माधर्म यः जानाति सः वदतु कृपया सुखदुःख अपि सुखदुःख तदनन्तरं द्वेष खलु बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः इति आहत्य नवगुणाः सन्ति ज्ञान इच्छा कृतिः तदनन्तरं धर्माधर्म संस्कारः तदनन्तरं सुख दुःख द्वेष इति नव आत्मगुणाः सन्ति. तेषु आत्मगुणेषु ईश्वरे कति गुणाः वर्तन्ते? सत्यभाम भगिनी वदतु. ईश्वरे कृतिः, ज्ञान इच्छा कृतिः, षड्गुणाः वर्तन्ते. षड्गुणाः वर्तन्ते वा? नास्ति, ज्ञान इच्छा कृति एव वर्तन्ते. इतोपि धर्माधर्म, धर्माधर्म ईश्वरस्य विषये नास्ति. पुण्यपापानि ईश्वरेण भवति. इच्छा अत्र सुखदुःखद्वेषः अपि ईश्वरेण भवति. तत् न भवति. अस्तु, संस्कारः भवति वा न वा? संस्कारः सर्वज्ञः खलु, संस्कारस्य आवश्यकता नास्ति. अस्तु, समीचीनं. किन्तु इतोपि अत्र चिन्तयेम, संस्कारः कथं जायते? संस्कारः स्मरणेन. न, संस्कारेण स्मरणं जायते. संस्कारः कथं जायते? यदा प्रत्यक्षप्रमाणेन एकं दृष्टं चेत् संस्कारः तेन जायते खलु. प्रत्यक्षप्रमाणेन दृष्टं चेत् तस्य नाम किं? प्रत्यक्षप्रमाणम् उपयोगं कुर्मश्चेत् किं जायते? अनुभवः इत्यस्य भिन्नं पदं किम्? अत्र नव आत्मगुणेषु किं जायते? स्मृति अनन्तरम् तदनन्तरमेव ज्ञानम् इति. हा, ज्ञानं जायते खलु. तत्र कः क्लेशः? क्लेशः नास्ति. तर्हि वदतु टेक्निकल् टर्म्स् मनसिनः. न, तादृशस्पष्टता भवेत्. आवश्यकता अस्ति. अनुभवः इति न वक्तव्यं. यद् किमर्थम् इति चेत् ज्ञानं द्विविधम्. एकं तु स्मृतिः, अन्यः तु अनुभवः. खलु, अनुभवः चतुर्विधम्: प्रत्यक्षम्, अनुमानम्, उपमानं, शाब्दम् इति. तर्हि संस्कारः केन जायते? संस्कारः ज्ञानेन संस्कारः जायते. ज्ञानेन अथवा अनुभवेनापि वक्तुं शक्यते. समीचीनं यत् रमेश महोदयेन उक्तम्, अनुभवेन जायते इति एव प्रायः वक्तव्यं. किमर्थमिति चेत् ज्ञाने स्मृतिः अपि उल्लिखितः अस्ति इति कृत्वा अनुभवेन जायते. अस्तु, तर्हि इदानीं संस्कारः केन जायते? अनुभवेन जायते. कदा जायते? कदा जायते इत्युक्ते संस्कारः कदा जायते इति प्रश्नः. यदा प्रत्यक्षज्ञान अथवा भिन्नप्रकारेण ज्ञानं जायते तदनन्तरम् अग्रिमक्षणे. अनन्तरम् इति उक्तवती खलु. तदनन्तरम् इत्युक्ते इतोपि किञ्चित् चिन्तयतु. तत्र तदनन्तरम् इत्युक्ते प्रथमक्षणे अत्र ज्ञानं जायते, द्वितीयक्षणे किं भवति? ज्ञानं नश्यति. ज्ञानं नश्यति. तर्हि कदा जायते इति चेत् यस्मिन् समये ज्ञानं नश्यति तस्मिन् समये एव संस्कारः जायते खलु. किमर्थम् इति चेत् नैयायिकानां मतानुसारं ज्ञानानि क्षणिकानि, एकमेव धनं तिष्ठति ज्ञानम्। अतः जीवात्मनि जायमानज्ञानानि एकं वा अनेकं वा? एकम् एकं नास्ति, भिन्नभिन्नज्ञानमस्ति, अनेकज्ञानमस्ति। अनेकानि ज्ञानानि जायन्ते जीवात्मनि। आम् आम्। तर्हि इदानीम् ईश्वरे कति ज्ञानानि जायन्ते? ईश्वरे एकमेव ज्ञानमस्ति, सर्वज्ञानं सर्वज्ञः। तत् त्यजतु, कति ज्ञाने, डोण्ट् आन्सर् सम् अदर् क्वश्चन्, आन्सर् मै क्वश्चन्। कति ज्ञानानि जायन्ते ईश्वरे? ईश्वरे एकमेव ज्ञानं पर्याप्तम्। उत्तमम्, एकमेव ज्ञानं। तद् ज्ञानं नित्यं वा अनित्यं वा? नित्यं, क्षणिकं नास्ति। नित्यम्, एकमेव ज्ञानम् ईश्वरे, तद् ज्ञानं नित्यं, नित्यमस्ति चेत् तद् ज्ञानं नश्यति वा न वा? न नश्यति। न नश्यति चेत् संस्कारः, यस्मिन् क्षणे ज्ञानं नश्यति तस्मिन् क्षणे एव संस्कारः जायते खलु? प्रथमक्षणे ज्ञानं भवति, द्वितीयक्षणे ज्ञानं नश्यति, तस्मिन् क्षणे संस्कारः उत्पादितः भवति। ईश्वरीयज्ञानं नित्यमस्ति इति कृत्वा ईश्वरीयज्ञानं न नश्यति, न नश्यति इति कृत्वा संस्कारः एव न जायते, संस्कारः जातुम् अवसरः एव नास्ति। देर् इस् नो पासिबिलिटि फार् संस्कारः टु हेपन् बिकास् ईश्वरीयज्ञानं नित्यमस्ति खलु? इति कृत्वा नवविशेषगुणेषु त्रीणि एव ईश्वरे वर्तते, एकं तु ज्ञानं, द्वितीयं तु इच्छा, तृतीयं तु कृतिः। अस्तु, अस्मिन्नेव विषये इतोपि किञ्चित् चिन्तनं कुर्मः। ईश्वरीयज्ञाने ईश्वरीय एकस्य ज्ञानस्य विषयः कः? इच्छा इति प्रश्नम् अवगच्छति वा न वा इति न जाने, न अवगच्छ। इदानीम् एक ज्ञानस्य एकस्य ज्ञानस्य वाक्यं वदतु आकारेण, तत्र वाक्यं वदतु। अयम् अयं घटः इति। अयं घटः इति ज्ञानस्य विषयः कः? घटः भवती अवगच्छति खलु? एवम्, अयं घटः इति भवत्याः आत्मनि जायमानस्य ज्ञानस्य विषयः घटः। अयं घटः इति ज्ञानं विषयतासम्बन्धे, विशेष्यतासम्बन्धेन घटे वर्तते, प्रकारतासम्बन्धेन घटत्वे वर्तते, संसर्गतासम्बन्धेन तयो समवाये वर्तते खलु? एवम् ईश्वरीयज्ञानस्य विषयः कः? सर्वम् इति वक्तव्यम्। इच्छा इति मा वदतु। विषयः कः इति चेत् सर्वम्। एकस्मिन् ज्ञाने सर्वे विषयाः ईश्वरस्य, ईश्वरीय इच्छायाः विषयः कः? तदपि सर्वमेव। उत्तमम्। अपि च कति इच्छाः जायन्ते ईश्वरे? एकमेव इच्छा सर्वतः तिष्ठति खलु। अपि च सा इच्छा नित्या अस्ति, नित्या एवं कृतिरपि। तर्हि एकः एव ईश्वरः, ईश्वरः नित्यः, ईश्वरे केवलं त्रीणि एव त्रयः एव आत्मगुणाः सन्ति, अपि च ते गुणाः अपि एकः एव, एकं ज्ञानम्, एका इच्छा, एका कृतिः, येषु यासु तत्र सर्वे विषयाः भवन्ति, सर्वे विषयाः भवन्ति, अपि च एते सर्वे नित्याः इति कृत्वा संस्कारः ईश्वरे नास्ति। किमर्थमिति तस्य ज्ञानस्य नाशः एव न भवति, इति कृत्वा. सो यु हाव् टु अण्डर्स्टाण्ड् आल् दीस् थिङ्ग्स्. स च ईश्वरः सर्वज्ञः, तर्हि सर्वज्ञत्वं कथं साधितं, कति ज्ञानानि सन्ति, ज्ञानस्य विषयाः के इति एतत् सर्वं मनसि आगच्छेत्. अस्तु, अग्रे भगिनि. तदुक्तत्वात् भवति सर्वमपि वैदिकं वाक्यं प्रमाणम्. तदुक्तत्वात् अत्र तद् इत्यनेन किं स्वीकर्तव्यम्? ईश्वरः ईश्वरस्य सर्वज्ञत्वं न ईश्वरस्य सर्वज्ञत्वं नास्ति, ईश्वरेण उक्तत्वात्. ईश्वरेण तद् इत्यनेन ईश्वरः अग्रे. प्रमात्मकज्ञानजनकम् इति तदर्थः. अस्य अर्थः कः इत्युक्ते तत् प्रमात्मकं ज्ञानम् इति. कस्य अर्थः? वैदिकम् इति ज्ञानम् इत्यस्य पूर्वं सर्वमपि प्रमाणम् इत्यस्य प्रमात्मकज्ञानजनकम् इति तदर्थः, प्रमाणम् इत्यस्य अर्थः. अग्रे. बाधितार्थं बाधितार्थं भवति वैदिकं वाक्मयं निरर्थकं पुनरुक्तं च इत्यादि अपेक्षा आक्षेपाः. बाधितार्थं भवति एकनिमिषं बाधितार्थं भवति वैदिकं वाङ्मयं निरर्थकं पुनरुक्तं च इत्यादि आक्षेपाः न्यायसूत्रादौ परिहृता इति तत् एव अवगन्तव्याः. तत् एव इति अस्ति वा? तद एव तत्र सन्धिं विच्छेदं कृत्वा पठतु. तद एव इति अस्ति. तथा इति पदमस्ति वा इति अहं पृच्छामि. पदं नास्ति. तर्हि किं भवेत् तत्र, कथं पठनीयं? तदेव इति तदेव न इति विसर्गलोपः जातः तत्र. ओ ततः एव ततः एव अवगन्तव्याः. तत्र लोपशाकल्यस्य यकार तत्र प्रथमम् आय आदेशः भवति, तदनन्तरम् एतत् सर्वं भवति, किन्तु तत्र ततः इति विसर्गः आसीत्. फ्रम् देर् न्यायसूत्रादौ परिहृता इति ततः एव अवगन्तव्याः. अस्य ज्ञानस्य बाधार्थं वाङ्मयं निरर्थकं नास्ति. एकवारं पठतु. बाधितार्थं भवति वैदिकं वाङ्मयं निरर्थकं पुनरुक्तम् इत्यादि आक्षेपाः. आक्षेपाः उक्ताः अत्र. वाङ्मयं निरर्थकं पुनरुक्तम् इति त्रयः आक्षेपाः. तस्य अर्थम् अवबुध्यते किम्? न. बाधितार्थं भवति वैदिकम् इति आक्षेपः. बाधितार्थं भवति वैदिकम् इत्युक्ते वेदे यदुक्तं तत्सर्वं प्रमाणम् इति तर्कसङ्ग्रहाणे यदुक्तं तत्र आक्षेपः क्रियते. कीदृश आक्षेपः इति चेत् यथा मया उक्तम् अग्निः अनुष्टः इति वेदे दृष्टं चेत् तद् बाधितार्थं भवति खलु. केन बाधिता भवति? प्रत्यक्षेण बाधिता भवति इति कृत्वा पूर्वपक्षी आक्षिपति सर्वं वेदे यत्सर्वम् उक्तं तत्सर्वं प्रमाणम् इति न अङ्गीकर्तव्यं. प्रत्यक्षमेव कुत्रचित् प्रबलं भवति, तर्हि प्रत्यक्षेण बाधिता भवति इति कृत्वा सर्वं प्रमाणम् इति न स्वीकर्तव्यम् इति आक्षेपः क्रियते. तदनन्तरं कुत्रचित् निरर्थकमपि भवति, तत्र निपाताः दृश्यन्ते. भृगुर्वैवा ऋणिः वरुणं पितरमुपससार भृगुर्वै इति पदं तत्र निपातः दृश्यते. वै इत्यस्य अर्थः कः? अर्थमेव नास्ति. पादपूर्णार्थम्. अत्र पादपूर्णं इति नास्ति, तत् श्लोकरूपेण नास्ति खलु, गद्यरूपेण पद्यरूपेण अस्ति, न तु गद्यरूपेण. अतः कुत्रचित् निरर्थकपदानि अपि दृश्यन्ते वेदे. तर्हि निरर्थकपदानि सन्ति इति कृत्वा सर्वं कुत्रचित् लिखति आचार्यः शङ्कराचार्यभाष्ये. भगिनि किमर्थम् अत्र प्रतिध्वनिः बहु श्रूयते अद्य? I will put myself in mute. अस्तु, तर्हि तादृशपदानि अपि कुत्रचित् दृश्यन्ते अत्र शङ्कराचार्येण. किम् अत्र एतादृशनिपाताः यदा दृश्यन्ते कुत्रचित् सः लिखति वैलक्षण्यद्योतनार्थम् अथवा अत्र अवधारणार्थं, कुत्रचित् निरर्थकम् इति अपि लिखति. इत्युक्ते तत् अर्थबोधः अर्थः एव नास्ति, किन्तु तादृशपदानि अपि भवन्ति एव. तर्हि पूर्वपक्षी तादृशपदान् स्वीकृत्य पदानि स्वीकृत्य आक्षिपति सर्वं वेदं प्रमाणम् इति भवता यदुक्तं, तत्र वै इति पदस्य अर्थः एव नास्ति इति कृत्वा सर्वं वेदं प्रमाणम् इति उक्तिः समीचीना नास्ति. पुनरुक्तिः इति कश्चन दोषः अस्ति. प्रमाणवाक्ये पुनरुक्तिः न भवेत्. यत् प्रमाणत्वेन स्वीक्रियते, पुनरुक्तिः इत्युक्ते तत्र वेदान्ते एवम् उक्तमस्ति, अनधिगत अबाधित फलवान् प्रमा इति. अनधिगत इत्युक्ते अन्येन येन केनापि प्रमाणेन न ज्ञातं चेत्, तदा एव यदि अनेन प्रमाणेन ज्ञातं चेत् तदा एव तस्मिन् प्रमाणत्वं वर्तते. अनधिगतं भवेत् इत्युक्ते पूर्वम् अन्येन केनापि प्रमाणेन न ज्ञातं भवेत्. अबाधितम् इत्युक्ते ज्ञातं, किन्तु तदनन्तरं बाधा भवति चेत् अयं सर्पः इति ज्ञानं जायते रज्जुं दृष्ट्वा, तदनन्तरं तस्य बाधा भवति. एतं जलम् इति ज्ञानं जायते मृगदृष्टिकां दृष्ट्वा, मरुमरीचिकां दृष्ट्वा, तदनन्तरं तस्य बाधा भवति. तर्हि तत् प्रमा वा इति चेत् न, तर्हि प्रमाणत्वम् अपगतं भवति. तर्हि अबाधितमपि भवेत् अनधिगतमपि भवेत्. तर्हि पुनरुक्तिः किमर्थं दोषः इति चेत् पूर्वमेव एकेन प्रमाणवाक्येन यदुक्तं तस्य पुनरुक्तिः भवति चेत् तदा द्वितीयवाक्यस्य प्रमाणत्वं न अङ्गीक्रियते, अनधिगतत्वं नास्ति खलु, पूर्वमेव ज्ञातम् इति कृत्वा. तर्हि एतादृशदोषाः कल्प्यन्ते, बाधः न भवेत्, निरर्थकं न भवेत्, पुनरुक्तिः न भवेत्, किन्तु वेदे कुत्रचित् बाधः दृश्यते, अग्निः अनुष्टः इत्यत्र बाधः दृश्यते, निरर्थकत्वं वै इत्यत्र निरर्थकत्वं दृश्यते, पुनरुक्तिरपि दृश्यते, बहुत्र तत्त्वमसि इति एकस्मिन् एकत्र उक्तं, प्रज्ञानं ब्रह्म इति अन्यत्र उक्तम् इति. स एव विषयः पुनः पुनः भिन्नभिन्न उपनिषदि उच्यते, उपनिषत्सु उच्यते. तर्हि पुनरुक्तिः अस्ति, अतः प्रमाणत्वं गतम् इति चेत् तत्र समाधानं क्रियते. कुत्र? न्यायसूत्रादौ, न्यायसूत्रमिति ग्रन्थमस्ति, तत्र एतेषाम् आक्षेपानां समाधानं क्रियते. कथं क्रियते इति चेत् अत्र पुनरुक्तिः इति दोषः नास्ति. मन्दमध्यम अधिकारिणां कृते एकवारं वदामश्चेत् ते न अवबुध्यन्ते, न अङ्गीकुर्वन्ति, तादृशश्रद्धा नास्ति तेषु इति कृत्वा पुनः पुनः वदनेन ते अवगच्छन्ति. शासनात् प्रायते इति शास्त्रम्, माता मातृसममस्ति इति कृत्वा अस्माकं हितार्थं पुनः पुनः वदति वेदः. तर्हि पुनरुक्तिदोषः वेदेन कल्पनीयः इति एतादृशं बहवः तत्र समाधानानि बहूनि समाधानानि सन्ति. अतः ग्रन्थकारः किं वदति, यदि एतादृश आक्षेपाः तेषां विषये किं समाधानम् इति ज्ञातुमिच्छति तदा न्यायसूत्रादौ परिहृता इति कृत्वा ततः एव अवगन्तव्याः, नैः विस्तरभयात् किञ्चित् लिख्यते इति. अत्र अस्मिन् विषये अहं किमपि न लिखामि, किमर्थमिति विस्तरं भवति, ग्रन्थः न समापितः भवति इति कृत्वा. अस्तु, रमेश महोदय अग्रे पठति वा द्वितीयम्? महोदय, वाङ्मयम् इत्युक्ते इट्स् कलेक्षन् आफ् वर्ड्स्. वाङ्मयम् इत्युक्ते इट् इस् जस्ट् अ कलेक्षन् आफ् वर्ड्स्. तत्र इतोपि मध्ये गभीरचिन्तनमस्ति भगिनि. वर्ड्स् अत्र मतभेदाः अपि सन्ति. पदम् अथवा वर्णम् इति नित्यं वा न वा, वैयाकरणानां पाणिनिमहर्षीणां मतमस्ति वर्णानि नित्यानि, वर्णाः नित्याः इति तेषां मतम्. किन्तु नैयायिकाः तद् नाङ्गीकुर्वन्ति. सो देर् इस् अ लाट् आफ़् डिस्कशन्स् दट् आर् देर्. अस्तु, रमेश महोदय. द्वितीयं प्रमाणवाक्यवाक्यम् आह आप्त उक्तम् इति. आप्तो आप्तः अयं शब्दखण्ड उपक्रमे विस्तरेण निरूपित एव. निरूपितः एव तद् उक्तं च यथार्थज्ञानजन्यत्वात् भवति यथार्थज्ञानजनकम् इति प्रमाणम्. तर्हि द्वितीयविधवाक्यमस्ति प्रमाणवाक्यं. यत् आप्त उक्तं वाक्यमस्ति तद् तस्य नाम किम्? तस्य नाम किम्? कस्य नाम वाक्यं द्विविधं? हा, लौकिकवाक्ये. हा, उत्तमं. तर्हि लौकिकवाक्यं प्रमाणं भवति यदा आप्तेन उक्तम्. अस्तु, अग्रे वदतु महोदय. हा, तद् पूर्वं दृष्टमिति तत्र दत्तमस्ति. आप्तशब्दखण्ड उपक्रमे विस्तरेण निरूपित एव इति. तदुक्तं च यथार्थज्ञानं जनयत्वात् भवति यथार्थज्ञानजनकम् इति. तर्हि तादृशज्ञानं यथार्थज्ञानं जनयति. तर्हि तद् यथार्थज्ञानं जनकम् इति प्रमाणम्. हा, इत्युक्ते पूर्वं किमुक्तम् इति चेत्, यदि अहं प्रमाज्ञानं प्राप्नोमि अयं घटः इति चक्षुषा दृष्ट्वा प्रमाज्ञानं मया प्राप्यते चेत्, तद्वती तत्प्रकारकज्ञानं प्रमा, तद्वती तत्प्रकारकज्ञानं. यदि घटत्वं घटे पश्यामि तदा तत्प्रमात्मकज्ञानं भवति. तर्हि तादृशज्ञानं भूत्वा इदानीं मयि यथार्थज्ञानं वर्तते. तर्हि तदनन्तरं पौत्रं प्रति गत्वा अहं वदामि एषः घटः इति. यदि अहं वदामि तदा अहम् आप्तः भवामि, मम वाक्यं लौकिकं प्रमाणं भवति. लौकिकं वाक्यं प्रमाणं भवति तदा एव. यदि मरुमरीचिकां दृष्ट्वा, मिराज् दृष्ट्वा भ्रमात्मकज्ञानं मया प्राप्यते, मरुभूमौ जलत्वम् अहं पश्यामि, तद् अभाववति तत्प्रकारकज्ञानं. जलत्वं मया कुत्र दृश्यते? जले नास्ति, मरुभूमौ मया दृश्यते. तर्हि इदानीं यज्ज्ञानं मया प्राप्तम्, एतत् जलम्, इदं जलम् इति ज्ञानं मया यत् प्राप्तं, तत् भ्रमात्मकज्ञानमस्ति, अयथार्थज्ञानमस्ति. तर्हि अयथार्थज्ञानं प्राप्त्वा यदि अहं मम पौत्रं प्रति गत्वा वदामि इदं जलं, तर्हि इदानीं तद्वाक्यं यद्यपि लौकिकमस्ति तथापि अप्रमाणमस्ति. किमर्थं? तदानीम् अहम् आप्तः नास्ति. इत्युक्ते एषः आप्तः इति कथं निर्णीयते इति चेत्, तत्र तस्मिन् विद्यमानज्ञानं प्रमात्मकं वा भ्रमात्मकं वा इति दृष्ट्वा एव निश्चिनुमः अत्र सः यथार्थवक्ता वा न वा इति. एषः सर्वदा यथार्थमेव वदति इति विचिन्त्य श्रद्धां दत्वा यदि कस्यचित् वाक्यं वयं स्वीकुर्मः तदा क्लेशः भवति एव. ईश्वरस्य एव ईश्वरेण यदुक्तं वेदं तत्रैव सर्वं प्रमा इति मन्तुं शक्यते. किमर्थम् इति चेत् अस्माभिः एव तत्र तदा स्थापितं खलु ईश्वरः सर्वज्ञः. एकः एव ज्ञानम्, एकमेव ज्ञानं तस्मिन् यस्मिन् ज्ञाने सर्वे विषयाः वर्तन्ते. अपि च भ्रमात्मकज्ञानं यदा कदापि तस्मिन् न जायते. वस्तुतः ज्ञानं जायते इत्येव न वक्तुं शक्यते ईश्वरस्य विषये. ज्ञानम् नित्यमस्ति. अतः एकं ज्ञानमस्ति ईश्वरे, तज्ज्ञानं तस्य ज्ञानस्य विषयाः सर्वे विषयाः, अपि च तज्ज्ञानं सर्वदा प्रमात्मकम् इति कृत्वा यद् वेदे उक्तं तत्सर्वं प्रमाणम् इति स्वीकर्तुं शक्यते. किन्तु लौकिकवाक्यं यथार्थं वदति वा न वा, अत्र आरम्भे श्रद्धां दत्त्वा स्वीकुर्मः. किन्तु यदा बाधा भवति तदापि न न एषः मम गुरुः अस्ति, अन्यत् किमपि न वदति इति कृत्वा मां बाधयित्वा गुरुं प्रणनीयम् इति नास्ति. अतः एव तद्विज्ञानार्थं स्वगुरुमेव अभिगच्छति न, तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया इति भगवद्गीतायाम् उक्तं. प्रश्नः करणीयः एव. देर् इस् नो कान्सेप्ट् आफ् ब्लास्फमी इन् अवर् रिलिजन्. इफ् यु गो टु एनी अदर् रिलिजन् दे विल् से ओ अत्र अल्ला इति कोऽपि अस्ति, तेषाम् ईश्वरः सः पुरुषः एव, महिला नास्ति इति ते वदन्ति. हि इस् अ मेन् नाट् अ वुमन्. हौ डु यु नो हि इस् अ मेन्? डस् हि हेव् अ फार्म्? नो नो, हि इस् फार्म्लेस्. इफ् यु ड्रा अल्ला यु विल् बि देर् विल् बि अ फत्वा गिवन् अगेन्स्ट् यु, युर् हेड् विल् बि कट्. हे विदौट् फार्म् हौ डु यु नो हि इस् अ मेल्? इट् इस् द फार्म् दट् डिफ्रेन्शियेट्स् अ मेल् अण्ड् अ फीमेल्. फार्म्लेस् केन् नैदर् बि. अत्र आकाशः पुरुषः वा स्त्री वा इति चेत् कथं वा वक्तुं शक्यते? आकाशः नीरूप, इट् डजन्ट् हेव् फार्म्, निराकारः. सो दट् विच् डजन्ट् हेव् फार्म्, हौ केन् यु डिटर्मिन् इट् इस् मेल्? ओ, डेविल् इस् मेकिङ्ग् यु आस् दीस् क्वश्चन्स्, कट् युर् हेड्. वाट् यु आर् आस्किङ्ग् इस् ब्लास्फमी, कट् युर् हेड् इति अस्माकं मते किमपि नास्ति. अत्र भगवद्गीतायामपि अर्जुनः पृच्छति खलु, वेन् कृष्णा सेस् इमं विवस्वते योगं प्रोक्तवानहम् अव्ययं विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत्. ऐ गेव् दिस् योग दिस् नालेज् टु विवस्वान् द सन्, विवस्वान् गेव् इट् टु मनु, मनु गेव् इट् टु इक्ष्वाकु. महता कालेन योगो नष्टः परन्तप, बिकास् आफ् ट्रान्सिट् आफ् टैम् आफ् अ लाङ्ग् टैम् दिस् योग हेस् गाटन् लास्ट्. Then having listened to this, Arjuna is saying, what are you saying? You and I were born almost at the same time. We have been childhood friends. And you are saying that you taught this to Vivaswan, son. And son is millions of years old. And you were born just the other day along with me. How can I understand? Bahu nime janmani tava api cha Arjuna तान्यहं वेत्त सर्वाणि न त्वं वेत्तः परन्तप. कृष्णा सेस् बोत् आफ् अस् हव् टेकन् मेनी जन्मास् बट् ऐ नो आल् दोस् जन्मास्. द प्राब्लम् इस् यू डोण्ट् नो अबौट् युवर् प्रीवियस् जन्मास्. दट् इस् द रेफरेन्स् बिट्वीन् द टु आफ् अस्. देर्फोर् इन् द वेस्ट् वेरि फस्ट् अवतार विच् ऐ डिड् इन् विच् ऐ टाट् दिस् योग टु विवस्वान् टु सन् ऐ एम् अवेर् दट् ऐ वास् बार्न् a million years ago, I took an avatara and I came and I taught this to son. You were also born probably as a goat or something at that time. We do not know. But you don't know about it. What you are aware is of my present janma, and what you are aware is also about your present janma. Whereas I am aware of all my past janmas, I am also aware of your all past janmas. Sarvajnaha aham iti krutva. So these kinds of questions are there, and there are proofs that there are questions that are asked. There is no question of blasphemy in our this thing. So we should question all these things for the purpose of understanding. But your questioning should not be The problem with the present generation of youngsters is that they dismiss. They ask this question, the question comes to their mind. But instead of seeking a redressal, like the example that I gave, Agnihi Anushtaha, iti Vede Uktam. Agni does not have heat. So it's patently wrong. So what the present day generation do, oh, Veda is all rubbish. They dismiss it. They don't go to a guru and say, how do you reconcile this? If they go and ask, like I told in my case, this coffee is not hot, they will get an explanation. And they won't get just some explanation, there will be a proper explanation that is given, by which you will be convinced that the intent of those words are not, you should not take the literal meaning there. You have to take a figurative or a secondary meaning. Lakshaneya vrithya. Asya vakyasya artaha avagantavyaha. Iti, you have to understand. But they don't have the patience. They are very ready to dismiss. That is the problem with the present generation. They are not ready to listen to elders. They are not ready to listen to anything. They think they know everything. And they are ready to dismiss everything else. Not that it is at all. This is Kaliyuga Prabhava. This is how Kaliyuga is. And that is why it is called Kaliyuga also. After which Pralaya is predicted. And then the original Yuga will come. Satya Yuga will again come and everything will be fine. Never mind. Iti Shabdakandaha Samapitaha Tarakasangra Vakhyayam Vidyadri Sanyakayam Shabdakandaha. So time is over. But let me just tell you, you know, where we came to discussing all these things, when he started discussing the gunas, we have discussed Navadravyani Asmabhi Chintitani. Tadanajam Chaturvimshati Guneshu Jnanam Iti Gunaha Yata Agataha Tasmin Tatra Jnanam Dividham Smritihi Anubhavascha Anubhavaha Chaturvidaha Pratyaksham Anumanam Pratyaksham Animitihi Upamitihi Shabdaha. So there we took off into Pratyaksha Kanda, where Pratyaksham was discussed. Anumana Kande, Anumitihi, Katam Jayate, Tatra Pararta Anumanam, Swartha Anumanam, Ityadikam Swami Drishtam, Upamitihi, Tadanam Shabdaha. Tatra Shabda Bodhartham, Katidikashaha, Apekshitaha, Ityetat Sarvam Aswadi Aditam. So we are there in only one of the gunas. Chaturvimshati Guneshu, Jnane Smaha, Idanim Agre, Icha, Kritihi, Iti, Ye Avasishtaha Gunaha Santi, Tesham Vishaye Nirupanam Kritva, Tadanantram, Tatra Sapta Padarteshu, Idanim Dvitiya Padarte Smaha, Gunaha, Tatrapi, Chaturvimshati Guneshu, Jnane Smaha. So Avasishta Gunaha Adhitabhyaha, Tadanantram, Avasishta Padartaha, Kriya, Dravya, Guna, Karma, Samanya, Vishesha, Samavaya, Abhavaha. Iti, Etesham, Adhyayanam, Avasishtamasti, Tad, Agrime Varge, Arapsate. Kinchide Avasishtamasti. We are in page 330, 362, 32 pages. I think we should finish it in about a month and a half max. Astu, Atrasta Gema, Sarvevya Namaskaraha, Dhanyavadascha.